सर्वेभ्यः अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. अस्माकं विषयः अस्ति चुरादिगणे, चुरादिगणः इति विषयः. तत्र मातुः पुस्तकात् केचन विशेष अंशाः सन्ति, तेषां किञ्चित् पठनं कुर्मः. तत्पश्चात् अग्रे प्रेरणार्थे निचि इति करपत्रं प्रति गच्छामः. तर्हि इदानीं तत्र चुरादिगणः इति मातुः पुस्तके 112 इति पृष्ठसङ्ख्या, 12-101 पृष्ठे धातुपाठः वा? सत्यं, प्रक्रियानुसारी पाणिनीयधातुपाठः इति मातुः पुस्तकः पुस्तकमस्ति. तस्मात् पुस्तकात् गतवर्गे एव आरब्धमासीत्. सामान्यधातूनां विषये अस्माभिः ज्ञातं. तत्र केचन विशेषांशाः सन्ति येषाम् उल्लेखः अस्माकं करपत्रे आसीत्, तस्य विषये किञ्चित् एकवारं पुनः पश्यामः. तत्र द्वादशाधिकशततमे पृष्ठे नित्यनिजन्ताः आकुस्मीयाः इति आरभ्य एकवारं पश्यामः. तर्हि तत्र अरविन्द महोदय पठति वा तत्र? नित्यनित्यन्दाकुस्मीयाः आकुस्मादात्मनेपदिनः गणसूत्रम् इत्यतः तत्र एकसहस्र पञ्चशताधिक ऊनत्रिंशत् इत्यतः आरभ्य पञ्चशतं नास्ति, चतुश्शत एकोनत्रिंशत् इतः आरभ्य एकसहस्र चतुस्सहस्राधिकम् एकोनत्रिंशत् इत्यपि नास्ति, एकोनत्रिंशत् इति 68 इति अस्ति खलु, 29 इति अस्ति न, 29 आरभ्य 68 पर्यन्तं. पुनः एकवारं वदतु. एकसहस्र चतुश्शतम् अधिकम् एकोनत्रिंशत् इत्यतः आरभ्य एकसहस्रचतुःशतम् अधिकम् अष्टषष्ट इत्यन्तं सन्ति ये दातवः, तेभ्यः आत्मनेपदं भवति इति. तत्र यु इत्यत्र यु चुगुप्सायाम् इत्यत्र यु इति धातुः अस्ति. तत्र निजन्तयोजनेन दिगन्तधातुः अस्ति, तत्र अर्धधातुकप्रत्ययः अस्ति इति कृत्वा ई योजनपूर्वं धातु अन्ध उकारस्य गुणं भूत्वा ओ भवति. ओ अत्र ओ योगः इ इत्यस्य आव् भवति, यु याव इति अस्ति, यावि इति निजन्तधातुः अस्ति. तत्र यावि योगः शप् योगः ते इति भवति. तत्र यावियोगः शप् तत्र आकारस्य पितृत्वात् शप् इति कारणेन यावय योगः ते इति भवति, यावयते इति रूपं. समीचीनं. तत्र यावयते इत्युक्ते निन्दा, निन्दार्थे अस्ति, निन्दाकरणम् अपमानकरणं. समीचीनं. किन्तु जिगुप्सायाम् इत्युक्ते तु अत्र विशेषः अर्थः, जुगुप्सा इत्युक्ते जुगुप्सा इत्यस्य निन्दा इत्यपि अर्थः अस्ति. अस्तु, भगिनी अत्र वृद्धिः भवति, गुणः भवति, यौ भवति. यौ यौ सत्यं वृद्धिः गुणः गुणः इति उक्तं खलु आं क्षम्यतां वृद्धिः भवति वृद्धिः भवति सत्यं धन्यवादः महोदय तर्हि यावयते इत्यस्य रूपाणि वदतु लटि लोटि लटि लोटि यावयते यावयेते यावयन्ते यावयसे यावयथे यावयथे यावयेथे यावयते यावयत हे द्वे द्वे यावय द्वे क्षम्यतां पुनः वदतु क्षम्यतां पुनः वदतु तत्र आत्मनेपदि अस्ति खलु केवलम् आत्मनेपदीरूपमेव भवति न आत्मनेपदीरूपमेव भवति पुनः एकवारम् आरम्भतः वदतु क्षम्यताम् तत्र ते इते अन्ते से इथे द्वे ए वहे महे इति लट् रूपः अस्ति तत्र यावयते यावयेते यावयन्ते यावयसे यावयेथे यावयद्वे यावये यावयावहे यावयामहे इति लोट् रूपमस्ति ताम् इताम् अन्ताम् स्व इथाम् द्वम् ऐ वहै आवहै आमहै यावयाताम् यावयेताम् यावयन्ताम् यावयस्व यावयेताम् यावयद्वम् यावयै यावयावहै यावयामहै सम्यक् लङ्गि विधिलिङ्गि तत्र विनय महोदय वदतु आं भगिनि यावय अङ्गस्ति यावयेत् यावये याताम् खलु न विधिलिङ्ग् लङ्ग् वदतु प्रथमतया ओ क्षम्यतां भगिनि मम दोषः लङ्ग् अतः यावय अङ्ग अस्ति अयावयत् अयावयेताम् अयावयन्त अयावयथाः अयावयेथाम् अयावयध्वम् अयावये अयवयावहि अयावयामहि लङ्लकारः अग्रे विधिलिङ्ग् भगिनि विधिलिङ्ग् अयावेत् अयावेयाताम् अयावेरन्त अयावयेत् पुनः वदतु यावयेत् अयावेत् अयावेताम् अडागमः नास्मर्थम् क्षम्यताम् लङ् नास्ति इति यावये क्षम्यतां मम दोषः यावयेत् यावयेताम् द्विवचने किमस्ति विधिलिङ्ग् वदामि द्विवचने किमस्ति प्रथमपुरुषे एकवचने सम्यक् उक्तम् अतः यावयेथाः यावयेयाथाम् यावयेध्वम् यावयेय यावये वहि यावये महि सम्यक् अस्ति भवेत् न पुनः वदतु एकवारं सम्पूर्णतया ओके विधिलिङ्ग् यावयेत् यावयाताम् यावयेरन् यावयेथाः यावयेयाथाम् यावयेध्वम् यावय यावये वहि यावये महि सम्यक् समीचीनम् समीचीनं. तर्हि अत्र नित्यनिजन्ताः आकुस्मियाः इति वदामः, अत्र एते सर्वे धातवः आकुस्मीयगणे ये धातवः सन्ति तेभ्यः निष्प्रत्ययः नित्यरूपेण भवति. इत्युक्ते अत्र वैकल्पिकरूपं नास्ति, अतः नित्यनिजन्ताः इति वदन्ति. इत्युक्ते नित्यनिजन्ताः अन्ये अपि सन्ति खलु, किमर्थम् अत्र विशेषतया नित्यनिजन्ताः इति वदन्ति इति चेत्, आकुस्मीयगणे एव विकल्पेन अपि निष्प्रत्ययः भवति, अग्रे वयं पश्यामः. परन्तु अत्र अत्र ये धातवः सन्ति तेभ्यः निष्प्रत्ययः नित्यरूपेण भवन्ति. अत्र यु, गृ, षट, अनन्तरं तत्र एकः प्रसिद्धः धातुः अस्ति लल् इत्सायां, लालयते इति रूपं प्रसिद्धमस्ति खलु, लालयते, माता पुत्रं लालयते इति तत्र विशेषधातुः. तदनन्तरं अग्रिमपृष्ठे वयं पश्यामः चेत्, तर्हि अग्रिमपृष्ठे अन्ततः अन्तपर्यन्तं सर्वे आकुस्मीयाः नित्यनिजन्ताः आत्मनेपदिनः भवन्ति. तदनन्तरं वानिजन्ताश्च चुरादयः इति अस्ति, तत्तु अरुणा भगिनी पठतु. भगिनी, कश्चन प्रश्नः, यु इति धातुः अस्ति खलु, तत् यथा युयोगनिच् भवति तस्मिन् प्रसङ्गे अचिष्णुधातुप्रुवां युवोर् यङ् वङौ इत्यस्यापि प्रसक्तिः अस्ति खलु तत्र, यथा निच् खलु खलु, तथा परनिमित्तकेन एतत् अचोञ्जनिति प्रवर्तते वा? परनिमित्तमिति किं किं किमर्थं परनिमित्तमिति वदति? तत्र बाध्या बलबलचिन्तनं कर्तुमिच्छति खलु, अनयोः सूत्रयोः बलबलचिन्तनं कर्तुमिच्छति, तर्हि किं किं वक्तुं शक्नुमः? अचुञ्जनिति इत्यस्य अपि कार्यक्षेत्रं पृथक् कार्यक्षेत्रम् अस्ति, अचिष्णुधातुध्रुवम् इत्यस्यापि पृथक् कार्यक्षेत्रम् अस्ति, तेन सूत्रसङ्ख्या कार्यक्षेत्रं कुत्र अस्ति पृथक्? तुदादिगणे अस्ति, अचोच् नास्ति, अचोञ्जनिति इत्यस्य नित्य नित्य यत्र यत्र परे अस्ति अर्थात्कप्रत्ययः परे अस्ति तत्र भवति, तर्हि चुरादिगणे भवति. तर्हि नित् अस्ति चेदपि तस्य कार्यं भवति इति कारणेन अत्र अन्यत्र लब्धावकाशः अस्ति इति वक्तुं शक्यते वा? अचोन्युनिति कुत्र अस्ति अन्यत्र लब्धावकाशः? नित् नित् परे अस्ति चेदेव इति. अच्छा, जन्तमन्तं ततः परं नित् नित् अस्ति चेदेव तदा अपवादेन एव कार्यं करोति अस्ति चेदेव कार्यं भवति, अतः अन्यत्र लब्धावकाशः कुत्रापि नास्ति खलु. तर्हि अपवादेन एव सत्यम्, अपवादबलेन एव भवति. वस्तुतः वयं पश्यामः चेत् अचिष्णुधातुध्रुवं युवज्यङ्गौ अनन्तरं तत्र सर्वधातुकार्धधातुकयोः अनयोः प्रथमतया तत्र बलाबलस्य चिन्तनं भवति, यतोहि सामान्यतया यु इति अस्ति चेत् तत्र गुणस्य एव प्रसङ्गः भवति खलु. तर्हि तत्र अचिष्णुधातुध्रुवम् इति सूत्रं प्रबाद्य गुणकार्यं भवितुम् अर्हति, परन्तु इदानीं तत्र तु गुणकार्यमपि प्रबाद्य तत्र वृद्धिकार्यं अचोयन् इति इत्यनेन. अतः साक्षात् अचिष्णुधातुभ्रुवं योर्यङ्गोङ्गौ अनन्तरम् अचोयन् इति अनयोः बाध्यबाधकभावः इति साक्षात् न पश्यामः. पश्यामः चेत् दोषः नास्ति, परन्तु अत्र यु इति अस्ति चेत् सामान्यतया इगन्तमङ्गमस्ति चेत् सार्वधातुकप्रत्ययपरे गुणः अर्धधातुकप्रत्ययपरे गुणस्य प्रसङ्गः भवति, यतोहि सार्वधातुकार्धधातुकयोः इति सूत्रं परसूत्रमस्ति, अतः परत्वात् गुणस्य प्रसङ्गः भवति. अतः इदानीम् अचिष्णुधातुभ्रुवम् इति सूत्रं बाधितमस्ति, तर्हि गुणमपि प्रबाद्य तत्र वृद्धिकार्यं भवति. प्रथमतया अचिष्णुदातुप्रवाङ् तस्य निवारणं भवति, बाधा भवति, ततः परं गुणस्यापि बाधा कृत्वा अचुन्यति प्रवर्तते. नमस्ते भगिनी, विलम्बः जातः. नमस्कारः भगिनि. अस्तु, धन्यवादः. पठामि भगिनि? कृपया. वा निजन्ताश्चुरादयः चुरादिगणे ये सन्ति इदितः ईदितः उदितः ऊदितः दातवः, तत्र अनुबन्धानां फलाभावात् तेभ्यो वा निच् भवति. अथ च ये सन्ति आस्वदीय आदृशीय तेभ्योऽपि वा निच् भवति. यत्र निच् भवति तत्र निचश्च इति कर्तृभिप्राये क्रियापदे आत्मनेपदं भवति, अन्यत्र परस्मैपदमेव. अत्र अत्र वदति चुरादिगणे इदित् ईदित् ऊदित् ऊदितः दातवः सन्ति अनुबन्धनार्थं मतिन् फलाभावात् भगिनि. इत्युक्ते ईदित् ऊदित् ईदितः ऊदितः उदितः इति ये तत्र इत्संज्ञकवर्णः अस्ति, सामान्यतया इत्संज्ञकवर्णस्य फलं किमपि भवति, प्रयोजनं किमपि भवति. इत्संज्ञकवर्णः अस्ति चेत् तस्य प्रयोजनं भवति. अत्र तु इत्संज्ञकवर्णानां प्रयोजनं न दृश्यते. अत्र ये ईदितः ऊदितः ये दातवः सन्ति तेषां प्रयोजनं न दृश्यते. तर्हि प्रयोजनं किम् इति चेत् प्रयोजनं एते दातवः विकल्पेन निजन्ताः भवन्ति, तदेव प्रयोजनम्. ओके, धन्यवादः. ज्ञातवः आस्वदीय आदृशीय आस्वदीय इति अस्ति वा? किमस्ति तत्र? अथ च ये सन्ति आस्वदीय, पुनः वदतु. आस्वदीय भगिनि, वाक्यं तत्र वाक्यं किम् अस्ति? ये आस्वदीय सन्ति इति वा? अत्र अन्तर्गण अस्ति इति अहं मन्ये. अश्व दातवः आदृशीय इति वदति, सन्धिः अस्ति खलु, आस्वदीया इत्यत्र सन्धिः अस्ति खलु, आस्वदीयाः. अथ च ये आस्वदीयाः आदृशीयाः सन्ति तेभ्यः निच् सूत्रं भवति. अतः निचश्च निच् भवति चेत् निचश्च इति सूत्रेण कर्म अभिप्राये क्रियापदे आत्मनेपदरूपं भवति विकल्पेन, अन्यत्र परस्मैपदमेव. केवलम् इदितः ईदितः उदितः ऊदितः धातवः अश्वदीय अदृशीय धातवः सन्ति, ते अपि निच् प्रत्यय भवति. निच् निचश्च इति सूत्रेण आत्मनेपदी भवितुम् अर्हति. तर्हि उभयपदिनः भवन्ति, उभयपदिनः भवन्ति इत्युक्ते अत्र ये इदितः ईदितः उदितः ऊदितः दातवः सन्ति, अपि च ये आस्वदीयाः आदृशीयाः ये सन्ति, ते सर्वे तेभ्यः निच्प्रत्ययः विकल्पेन भवति. एकस्मिन् पक्षे निच्प्रत्ययः भवति, अपरस्मिन् पक्षे निच्प्रत्ययः न भवति. यस्मिन् पक्षे निच्प्रत्ययः न भवति तस्मिन् पक्षे भुवादिगणवत् रूपं भवति, भुवादिगणवत् रूपं भवति. तर्हि पूर्वं दृष्टं, पूर्वस्मिन् गणे दृष्टम् आकुस्मीयाः आत्मनेपदिनः इति दृष्टं खलु, आकुस्माद् आत्मनेपदिनः इति दृष्टं. तत्र ते केवलम् आत्मनेपदिनः भवन्ति, परन्तु अत्र ये दातवः सन्ति इदितः उदितः ऊदितः एते इत्यादयः, एते सर्वे उभयपदिनः भवन्ति. निजश्च इति सूत्रस्य प्रवृत्तिः भवति, अतः क्रियायाः फलं कर्तारम् अभिप्रेति चेत् तदानीम् आत्मनेपदं भवति, अन्यत्र अन्यत्र तु परस्मैपदमेव भवति. तत्र शेषात् कर्तरि परस्मैपदम् इति सूत्रेण परस्मैपदं भवति. अन्तिमवाक्यं पठतु भगिनि. निजभावपक्षे शेषात् कर्तरि परस्मैपदम् इति परस्मैपदमेव. एते वैकल्पिकनिजन्ता धातवः अत्र सङ्गृह्य प्रत्यूयन्ते. एति सन्ति 1464 इत्यतः आरभ्य 1619 इत्यन्तम्. अत्र भवती उक्तवती निजन्त भावपक्षे भावपक्षे कर्तरि शेषात् कर्तरि परस्मैपदे सूत्रेण भुवादिगणिवत् परस्मैपदमेव भवति. वैकल्पिकेन निजन्तदातुः किमर्थं भुवादिगणवत् इति वदति? शप्तपति विकरणप्रति आगच्छति. अजन्त अस्ति अनुगम अजन्तमस्ति ततः शेषात् कर्तरि परस्मैपदम् इति सूत्रेण. अङ्गम् अदन्तमस्ति चेत् शेषात् कर्तरि परस्मैपदम् अनयोः कः सम्बन्धः? न तत्र सम्यक् इत्युक्ते शेषात् कर्तरि परस्मैपदम् इति सूत्रस्य कार्यार्थम् अङ्गम् अदन्तं वा अनदन्तं वा इति नास्ति. इत्युक्ते अत्र क्रियायाः फलं कर्तारं प्रति नास्ति. इत्युक्ते अहमेव क्रियायाः फलं प्राप्तुम् इच्छामि चेत्, अहमेव कर्ता अस्मि, अहमेव क्रियायाः फलं प्राप्तुम् इच्छामि चेत् तदानीं तत्र आत्मनेपदं भवति. अन्यत्र तु परस्मैपदमेव भवति इति अर्थः. अन्यत्र तु परस्मैपदमेव भवति इति अर्थः. अतः उभयत्र निच्छ्लत्यं योजयित्वा अपि रूपद्वयं भवितुमर्हति. इत्युक्ते देवयते देवयति अपि च देवति देवतेति तत्र रूपं भवितुमर्हति. क्रियायाः फलं कुत्र गच्छति इति दृष्ट्वा अत्र उभयतापि भवति. अग्रिमम् अपि पठतु. वा निजन्ता अकुस्मीयाः. अत्र सूत्र कोऽपि नास्ति, केवलं अकुस्मीयाः इति पदं पूर्वं वयं पठितवन्तः. नित्यनिजन्ताः अकुस्मीयाः दातवः इति. परन्तु अत्र वा निजन्ता अकुस्मीयाः इति सूत्रेण उभयपदे अपि भवितुमर्हति. इति उभयपदिनः भवन्ति. सामान्यतया केवलम् आत्मनेपदमेव आकुस्मीय धातवः नित्यं. परन्तु केचन धातवः विकल्पेन परस्मैपदं भवितुमर्हति इति अस्ति. परन्तु अत्र पश्यामः चेत् रूपं तु एकमेव दत्तमस्ति. देवयते इति एकमेव रूपमस्ति. अपि च तत्र भुवादिगणवत् यद् रूपमस्ति तत्र तु परस्मैपदमेव अस्ति. प्रेरणार्थे निश्चित रूपद्वयमपि दृश्यते. परन्तु अत्र किमर्थम् एकमेव रूपं दत्तम्? अत्र यदा प्रतिपादितम् अस्ति पूर्वं उभयपदिनः भवन्ति इत्येव भाति. क्षम्यतां भगिनि. अस्तु तर्हि दिवु परिकूजने इति धातुः अस्ति. शोक् कर्ण इत्यस्ति. देवयते देवति इति रूपं. वंशु वंश्यते ध्वनिः अस्ति. कृपया म्यूट् कुर्वन्तु भगिनि. भगिनि इदानीम् आकुस्मीयाः इति कश्चन गणः अस्ति. तेषु केचन धातवः नित्यनिजन्ताः आत्मनेपदिनः च इति अर्थः वा तत्र आकुस्मात् आत्मनेपदिनः इत्यनेन? केचन धातवः नित्यनिजन्ताः अपि आत्मनेपदं च भवन्ति. केचन धातवः तस्मिन्नेव गणे किं वा निजन्तः इत्युक्ते अत्र रूप निच्छपि भवितुमर्हति न भवितुम् अपि अर्हति इति अर्थः केचन धातुना केषुचित् धातुना. अत्र अकुस्मात् आत्मनेपदिनः इति उक्तत्वात् अत्र ये धातवः सन्ति अकुस्मीयगणीयधातवः ते सर्वे तत्र नित्यम् आत्मनेपदिनः एव भवन्ति. आत्मनेपदिनः एव तत्र यत्र निष्प्रत्ययं योजयामः तत्र तु आत्मनेपदिरूपमेव भवति. अतः रूपद्वयं नास्ति तत्र आकुस्मीयगणे नास्ति. किन्तु सर्वे इति नास्ति, प्रायः केचन धातवः इति वा आकुस्मीयः इति एकः गणः अस्ति भगिनि. तस्मिन् गणे एकक्षणं कस्यचित् ध्वनिः अस्ति. अरुणा भगिनी म्यूट् मध्ये भवतु. अस्ति, तर्हि तत्र आकुस्मीयः इति एकः गणः अस्ति. तस्मिन् गणे वस्तुतः केचन धातवः नित्यनिजन्ताः, ते अपि सर्वे आत्मनेपदिनः एव भवन्ति. अन्ये केचन धातवः विकल्पेन निष्प्रत्ययं प्राप्नुवन्ति, ते अपि नित्यनिजन्ताः, ते अपि आत्मनेपदिनः एव भवन्ति. यतोहि अत्र गणसूत्रमस्ति खलु, अकुस्मादात्मनेपदिनः इति गणसूत्रमस्ति इति कृत्वा ते अपि यत्र निष्प्रत्ययं योजयामः तदानीं ते आत्मनेपदिनः एव भवन्ति. अत्र पूर्वं यद्वाक्यमुक्तं तत्र निचश्च इति सूत्रस्य प्रसङ्गः, तत्तु अन्येषां विषये अस्ति. अन्ये धातवः ये धातवः सन्ति तत्र वानिजन्ताः इत्यस्मिन् गणे एव अन्ये ये धातवः सन्ति अकुस्मीयाः इति विहाय अन्ये ये धातवः सन्ति ते तु तत्र रूपद्वयं भवति. चाययति चाययते इति रूपद्वयं दृश्यते खलु निचश्च इत्यनेन अस्तु स्पष्टमस्ति वा? हा स्पष्टमस्ति. इत्युक्ते आकुस्मीयाः इति कश्चन गणः, तत्र बहवः धातवः, तेषु ये नित्यनिजन्ताः सन्ति तेषां सर्वत्र आत्मनेपदिनः एव, केचन नित्यनिजन्ताः, केचन धातवः नित्यनिजन्ताः नास्ति. ये नित्यनिजन्ताः नास्ति तस्मिन् पक्षे अनिजन्ताः तेषां परस्मैपदि अपि भवति भुवादिगणवत् यत्र रूपम् अस्ति तत्र तु परस्मैपदमेव भवति. अत्र सूत्रं नास्ति आत्मनेपदि प्राप्तुं, ते सर्वे परस्मैपदि एव भवति. धन्यवादः. अस्तु, तर्हि तत्र वानिजन्ताः इत्यत्र दिवु परिकूजने, वञ्चु प्रलम्बने, दशि दंशने, दसि दर्शनं इति धातवः सन्ति. तत्र दंश इति धातुः अस्ति, तत्र रूपाणि वदति वा? तत्र कः वदति? विजयलक्ष्मी भगिनी वदतु. आं भगिनी वदामि. दंशयते दंशयेते दंशयन्ते दंशयसे दंशयेथे दंशयध्वे दंशये दंशयावहे दंशयामहे. तत्र विकल्पेन यदा णिच् न भवति तदा दंशति दंशतः दंशन्ति दंशसि दंशतः दंशथ दंशामि दंशावः दंशामः इति भवति. अनन्तरं कस्य लकारस्य वदामि भगिनि? लोटि लोटि लोटि दंशयते सारि दंशयतां दंशयेतां दंशयन्तां दंशयस्व दंशयेथां दंशयध्वं दंशयै दंशयावहै दंशयामहै. निच् अभावपक्षे दंशतु दंशतात् दंश दंशतु दंशतां दंशतां दंशन्तु दंश दंशतात् दंशतं दंशत दंशानि दंशावः सारी दंशानि दंशाव दंशाम सम्यक् उत्तमं तर्हि इदानीं लङ्गी विधिलिङ्गि सूर्यकुमारी भगिनी वदतु निजं तदा अङ्गमस्ति दंशय लङ्गि अदंशयत अदंशयेताम् अदंशयन्त मध्यमपुरुषः अदंशयाताः अदंशयेथाम् अदंशयध्वम् उत्तमपुरुषः अदंशये अदंशयावहि अदंशयामहि अनिजन्तमस्ति चेत् दंश अङ्गमस्ति लङि अदंसत् अदंसताम् अदंसन् अदंसः अदंसः अदंसतम् अदंसत अदंस अदंसम् अदंसाव अदंसाम निजलिङ्गपि भगिनि निजन्तमस्ति चेत् आत्मनेपदि भवति दंसयेत दंसयेयाथां दंसयेरन् दंसयेथाः दंसयेयाथां दंसयेध्वम् दंसयेय दंसयेव हि दंसयेमहि अनिजन्तं दंस अङ्गमस्ति विधिलिङ्ग् दंसयेत् दंसयेताम् दंशयेन कुत्र अस्ति यकारः दंसेताम् क्षम्यताम् दंशेत् एकवचने दंसेत दंसेत् दंसेताम् दंसेयुः दंसेः दंसेतम् दंसेत दंसेयंशे दंशेयुः इति किम् दंशेयुः असत्यं दंशेयुः अनन्तरं दंसेः दंसेतम् दंसेत दंसेयम् दंसेव दंसेम समीचीनम् भगिनी अत्र निच् अभावपक्षे आत्मनेपदी भवति वा न केवलं परस्मैपदी एव निच् अभावपक्षे एकमेव रूपम् उभयपदिनः न सन्ति अस्तु तर्हि इदानीम् अग्रे आस्वदीयाः इति कश्चन गणः आस्वदीयः इति गणः इदानीं शोभा भगिनी अग्रे पठति वा आं भगिनि तत्र वाणिजन्ता आस्वदीयाः इति आस्वदः पुनः एकवारं पठतु शीर्षकं किमस्ति वाणिजन्ता आस्वदीयाः समीचीनमस्ति वा वाक्यं वाणिजन्ताः इति वा न तत्र लोपः इति तादृशं पठितव्यम् अस्तु तत्र वाणिजन्ता इति दत्तं किन्तु विसर्गस्य लोपः अकारे परे अतः यद्यपि तथा लिखितमस्ति परन्तु यदा भवती पठति तदानीं तत्र सन्धिविच्छेदं कृत्वा अपि पठतु अस्तु भगिनि. वाणिजन्ताः आस्वदीयाः इति शीर्षिका. आस्वदः सकर्मकात् इति गणसूत्रम्. आस्वदः सकर्मकात्. एतेभ्यः सकर्मकेभ्यः णिच् भवति, अकर्मकेभ्यः न भवति. आस्वदिषु आस्वदीयेषु सर्वे धातवः सकर्मकाः. आङ्पूर्वकात् स्वदः सकर्मकात् णिच् इत्यन्ये इति अन्ये व्याचख्युः. अस्तु, तत्र लकारः किम् इति न जानामि भगिनि. तत्र व्याचख्युः इति विधिलिङ्ग् इति दृश्यते. किं विधिलिङ्ग् इति वा? वाच् वाच वाच् आख्युः खलु न वाच् किम् तत्र व्याचख्युः व्याचख्युः किन्तु कीदृशं पदम् इति याचख्युः इति तत्र तु लिट् लकारः अस्ति. लिट् अस्ति वा? अस्तु अस्तु अस्तु. इत्युक्ते किं तत्र अर्थः कः भगिनि? वदन्ति इति अर्थः. वदन्ति वदन्ति ओ अस्तु. वि व्याच् अच्युः अस्तु. इदानीं तत्र वाणिजन्ताः आस्वदीयाः इति इत्युक्ते तत्र पुनः वैकल्पिकरूपाणि भवन्ति इति अर्थः. अपि च गणसूत्रमस्ति आस्वदः सकर्मकात् इति. एतस्मिन् गणे एतेभ्यः सकर्मकेभ्यः णिच् भवति. अस्मिन् गणे ये धातवः सकर्मकाः धातवः सन्ति तेषां कृते णिच् भवति, अकर्मकेभ्यः न भवति. अकर्मकधातूनाम् अस्मिन् गणे एव णिच् प्रयोगः णिच् रूपं न भवति. आस्वदीयेषु सर्वे धातवः सकर्मकाः. अस्तु, तत्र अस्तु, सकर्मकेभ्यः णिच् भवति, अकर्मकेभ्यः न भवति, किन्तु आस्वदीयेषु सर्वे धातवः सकर्मकाः. आङ्पूर्वकात् स्वदः सकर्मकात् णिच् इति अन्ये व्याचख्युः. आङ् इति उपसर्गः. आङ् इति उपसर्गस्य योजनेन स्वदः सकर्मकात् स्वदः इत्युक्ते तत्र धातुः अस्तु. स्वद् इति धातुः, स्वद् इति धातोः कृते आङ् इति उपसर्गस्य योजनेन सकर्मकात् सकर्मक अर्थे प्रयोगे णिच् भवति इति तत्र वचनं उक्तम् इति. अस्तु, तर्हि सकर्मकाः सर्वे धातवः सकर्मकाः, तर्हि अकर्मकेभ्यः न भवति इत्यस्य अर्थः कः अत्र? अस्तु, तदेव चिन्तितवती. तत्र सर्वे धातवः सकर्मकाः अस्ति चेत् एतस्य किन्तु एकवारं भवती उक्तवती तत्र अकर्मक सकर्मकधातूनां कुत्रचित् अर्थम् अनुसृत्य अकर्म तत्र परिवर्तनमपि भवति इति. हा, सकर्मकाः सन्ति चेदपि अकर्मकप्रयोगः भवितुम् अर्हति इति तदेव अस्ति. अस्तु अस्तु अस्तु. हा, तर्हि अग्रे ची इति धातुः. ची इति एकक्षणं. सम्यक्, बहु सम्यक्. तर्हि अत्र अत्र आस्वदः सकर्मकात् इति गणसूत्रमस्ति. आस्वदः इति गणः अस्ति, तत्र बहवः धातवः सन्ति. स्वदः इति अपि धातुः अस्ति, प्रायः अन्तिमः धातुः. तर्हि अत्र केचन किं वदन्ति इति चेत् आस्वदः इति इत्यस्य अर्थः कः इति चेत् आङ्पूर्वकात् स्वदः सकर्मकात् स्वदः इति स्वद्धातोः सकर्मकात् निष्प्रत्ययः भवति इति केचन वदन्ति. तर्हि अस्मिन् गणे सर्वे धातवः सकर्मकाः एव सन्ति परन्तु यदा तेषां प्रयोगः अकर्मकरूपेण यदा प्रयोगः भवति तदानीं तु निच्प्रत्ययः न भवति. निच्प्रत्ययः न भवति चेत् तत्र सामान्यरूपमेव भवति. चेत् चि इति धातुः अस्ति चेत् चयति इति एव रूपं भवति. सकर्मकप्रयोगः अस्ति चेत् एव तत्र चाययति चाययते इति रूपं. परन्तु अत्र पश्यन्तु निच्प्रत्ययः अस्ति चेत् निच्प्रत्ययः अस्ति चेत् सर्वे धातवः सकर्मकः एव भवन्ति खलु. चेत् सर्वे कारयति खलु, एकः प्रयोजकर्ता एकः प्रयोजकर्ता, सर्वे धातवः सकर्मकः एव भवन्ति निच्प्रत्ययः अस्ति चेत्. प्रेरणार्थे तत्र तथापि, परन्तु अनिजन्तवाक्ये इदानीं छी इति धातुः अस्ति, छी धातुः अस्ति, प्रकाशितकर्ण इति धातुः अस्ति. छी धातुं स्वीकृत्य एकं वाक्यं वदतु. अस्तु, द्वयो इत्युक्ते तत्र निजन्ते अपि अणिजन्ते, अणिजन्ते प्रथमतया, अणिजन्ते प्रथमतया. अस्तु, छी इति धातुः प्रकाशितकर्ण, सूर्यः चयति किन्तु तत्र सकर्मकः भवेत्. तत्र सूर्यः चयति इति अकर्मक प्रयोगः भवितुम् अर्हति, अकर्मकः प्रयोगः भवति. सूर्यः चयति इति यद्वाक्यम् उक्तं तत्तु अकर्मकप्रयोगः अस्ति. एतादृशप्रयोगे निच्प्रत्ययः न भवति इति अर्थः. यद्यपि निजन्तवाक्ये तु कर्मपदं भवति एव सर्वेषु, सर्वेभ्यः निजन्तधातुभ्यः यदा तत्र निच्प्रत्ययः विधीयते तदानीं तु तत्र कर्मपदं भवति एव, अतः सर्वे सकर्मकाः एव, अतः तत्र न द्रष्टव्यं. परन्तु अनिजन्तवाक्ये अकर्मकप्रयोगः अस्ति चेत् तदानीं निजन्तवा निच् वाक्यं न भवति एतेषां धातूनां. तर्हि तत्र सूर्यः सर्वं चाययति इति भवति निजन्तवाक्यम् इति कर्मपदमस्ति चेत् भवितुमर्हति. तर्हि अनिजन्तवाक्यं किम् अस्ति तत्र? अणिजन्तवाक्यं तु तत्र सूर्यः चयति इति एव अकर्मकप्रयोगः भवति. न, इदानीं भवती परिष्कृत्य उक्तवती खलु, कर्मपदं स्वीकृत्य वदतु. कर्म इत्युक्ते तत्र कर्मपदं भवति चेत् निजन्तं भवति इति उक्तवती खलु. इदानीम् अनिजन्तवाक्ये, अनिजन्तवाक्ये कर्मपदम् अस्तु. प्रथमतया भवती उक्तवती सूर्यः चयति इति उक्तवती, तादृशपरिस्थितौ निजन्तवाक्यं न भवति, न भवति. इदानीं कर्मपदं योजयित्वा वाक्यं वदतु. अस्तु, कर्मपदं योजयित्वा अस्तु प्रकाशयति इति अर्थे दीपः इति, दीपः गृहं, न तदेव वाक्यं सूर्यः, तदेव वाक्यं. किन्तु तत्र भगिनी सकर्मकः भवति चेत् एव निजन्तं भवति इति अवगतवती इति अस्ति. प्रथमतया अकर्मकप्रयोगः प्रयोगं कृत्वा उक्तवती भवती, इदानीं सकर्मकप्रयोगं कृत्वा वदतु. सूर्यः तत्र चयति इति उक्तम्, इदानीं सूर्यः किमपि चयति खलु, तत्र कर्मपदं योजयतु. किन्तु मम न न स तत्र अणिजन्ते अकर्मक एव भवति इति अवगतवती अतः. न न, अकर्मकः एव भवति इति नास्ति. प्रकाशयति इत्युक्ते सूर्यः स्वयं प्रकाशितः भवति इति अपि भवितुमर्हति, सूर्यः अन्यं प्रकाशयति इति अपि भवितुमर्हति खलु. सूर्य न न, तत् सत्यं भगिनि सत्यं, किन्तु एकक्षणं, तत्र एतेभ्यः सकर्मकेभ्यः निच् भवति, अकर्मकेभ्यः न भवति इति. अस्तु, निच् न भवति, ओ क्षम्यताम्, अस्तु, सूर्य हा अस्तु, तत्र विपरीतरीत्या अवगतवती. सूर्यः चयति, सूर्यः तत्र भूमिं प्रकाशयति अथवा सर्वं प्रकाशति इति अर्थे सूर्यः भूमिं चयति इति भवति, अथवा सूर्यः सर्वं चयति इति भवति. हा अस्तु, इदानीं तत्र अणिजन्ते अकर्मक सकर्मक द्वयोः प्रयोगः भवति, किन्तु निजन्ते सकर्मक एव. इदानीं निजन्तवाक्यं किं भवति तत्र? हा, निजन्तवाक्यम् इदानीं तत्र पुनः सूर्यः तदेव सूर्यः सर्वं छाययति इति भवति. अपि च सूर्यः सर्वं छाययति, सर्वं छाययति इति नास्ति. सूर्यः चन्द्रेण भूमिं छाययति. न इदानीं तत्र प्रयोज्यकर्ता कः? हा, तत्र प्रयोज्यकर्ता इति चन्द्रं स्वीकुर्मः. न, भवत्याः भवत्याः वाक्ये सूर्यः भूमिं चयति इति अनिजन्तवाक्यं. तर्हि तत्र सूर्यः एव प्रयोज्यकर्ता, यः कार्यं करोति सः प्रयोज्यकर्ता. सूर्यः एव प्रकाशयति खलु, तर्हि सः प्रयोज्यकर्ता. इदानीं सूर्यम् अन्यः कारयति, कार्यं कारयति, सः कः? स्वयं ब्रह्म, स्वयमस्ति ईश्वरः इति, ईश्वरः ईश्वरः. हा, ईश्वरः सूर्येण भूमिं छाययति. हा, उत्तमम् इति अस्ति. ईश्वरः ईश्वर इत्युक्ते अनिजन्तवाक्ये यः कर्ता अस्ति सः एव प्रयोज्यकर्ता. सः कदापि प्रयोजककर्ता न भवति अस्माकं वाक्ये. प्रयोजककर्ता अन्यः कश्चन, अन्यः कः? यः कोऽपि भवितुमर्हति. अत्र तु ईश्वरः इति उक्तम्. ईश्वरः सूर्येण भूमिं छाययति, अथवा छाययति. प्रथमं तत्र प्रयोज्यकर्ता, तत्र प्रयोज्य वाक्यं कृत्वा अवगन्तव्यं. तदानीं तस्य प्रयोजककर्ता कः, कथं भवति इति. सर्वदा तथैव, तत्र सर्वदा निजन्तप्रयोगेषु अनिजन्तवाक्यं किम् इति सर्वदा स्मर्तव्यं. सर्वदा अस्माकं मनसि भवेत् अनिजन्तवाक्यं किम्. निजन्तप्रसङ्गे यदा यदा कदापि कुत्रापि वयं पश्यामः, तत्र कर्मपदम् अथवा क्रियापदं, क्रियापदं यत्र कुत्रापि पश्यामः, निजन्तप्रयोगः अस्ति इति यदा वयम् अवगच्छामः, तदानीम् अस्माकं मनसि प्रथमः प्रश्नः कः? प्रयोज्यकर्ता कः इति. हा, अनिजन्तवाक्यं किम् इति, अनिजन्तवाक्ये अनिजन्तवाक्यं किम् इति प्रश्नः, इति प्रथमः प्रश्नः. द्वितीयः प्रश्नः, प्रयोजककर्ता कः, प्रयोजककर्ता कः? यः कार्यं करोति सः प्रयोज्यकर्ता. यः प्रेरयति, प्रयोज्यकर्तारं यः प्रेरयति सः प्रयोजककर्ता. वन् हू मोटिवेट्स् दि अदर् पर्सन् टु डू इस् द प्रयोजककर्ता. वन् हुस् आक्चुलि डूयिङ्ग् द वर्क् इस् द प्रयोज्यकर्ता. अनिजन्तवाक्ये केवलं प्रयोज्यकर्ता एव भवति, प्रयोजककर्ता कदापि न भवति अनिजन्तवाक्ये. निजन्तवाक्ये प्रयोजककर्ता एव प्रधानकर्ता, प्रयोजककर्ता एव तस्य सर्वदा प्रथमविभक्तिः भवति, प्रयोजककर्ता. सः एव प्रयोज्यकर्तारं प्रेरयति कार्यं कर्तुम्. अतः प्रयोज्यकर्तुः, प्रयोज्यकर्तुः तत्र तृतीया विभक्तिः भवति, नो चेत् द्वितीया विभक्तिः भवति कर्तरि प्रयोगे. अस्तु, तर्हि इदानीम् अत्र अत्र धातवः, बहवः धातवः दत्ताः, तत्र जी, घट इत्यादयः भवन्तः द्रष्टुमर्हन्ति ये धातवः सन्ति इति. अस्तु, ततः अग्रे तत्र तृतीयः बिन्दुः अस्ति, वाणिजन्ताः आदृशीयाः इति. अस्तु, तत्र मीना भगिनी पठति वा? आनिजन्ताः आगृषीयः युजादयो वा, युजादयः वा, आगृषात् वा गणसूत्रम्, आगृषात् वा गणसूत्रम् एभ्यो वा निच् भवन्ति, भवति निच् भवति. ज्री वयोहानौ वृद्धहोना जीर्णहोना ज्रायय ज्रायति ज्रायते ज्रय ज्रयति अनिजन्त निजन्त नास्ति चेत् ज्रयति मी गतौ मी समज्ञना जानना जाना मायय मी गतौ मायय माययति माययते मय मयति अनिजन्त वाक्यं प्रीञ् तर्पणे प्री प्रीतिकरणा तृप्तकरणा तृप्तकरणा प्रीणय प्रीणयति प्रीणयते प्रायय प्रायति प्रायते प्रय प्रयति प्रयते किमर्थं तत्र प्री प्रायति प्रायते ली द्रवीकरणे ली पतला पत्लाकरण गलाना ला लायय लाययति लाययते लय लयति फिदलाना लय लयति गूंज कंपने गू कंपाना धूनय धूनयति धूनयते धावय धावयति धावयते धव धवति धवते प्रीण इति धातोः रूपाणि वदतु प्रियम् इति धातोः रूपाणि प्रीञ् वा प्रीञ्ज् वा प्रीणयति तदेव वदतु परस्मैपदीरूपम् लट्लकारे वा लट् लोट् वदतु प्रीयति प्रीयति प्रीय प्रीण प्रीण प्रीणयति प्रीणयति प्रीणयतः प्रीणयन्ति प्रीणयसि प्रीणयतः प्रीणयते प्रीणयामि प्रीणयावः प्रीणयामः तदनन्तरं लोट् वा प्रीणयतु प्रीणयतु प्रीणयतां प्रीणयन्तु प्रीणयस्व प्रीणय प्रीणयतं प्रीणयत प्रीणयानि प्रीणयाव प्रीणयाम तदनन्तरं अप्रीणयत् अप्रीणयताम् अप्रीणयन् अप्रीणय अप्रीणयतम् अप्रीणयत अप्रीणयाव अप्रीणया अप्रीणयम् अप्रीणयाव अप्रीणयाम सम्यक् वा किं लङ् लङ् उक्तवती वा लोट् लोट् एव वक्तव्यं खलु कृतं किल लोट् कृतवती वा लङ् वदन्ती अस्ति वा विधिलिङ्गिनी मध्ये न श्रुतं लोट् उक्तवती वा भगिनि प्रीणयतु लोट् उक्तवती इति चिन्तयामि प्रीणयतु प्रीणयतु मया न श्रुतं मध्ये मया न श्रुतम् अस्तु उक्तवती चेत् सम्यक् अस्तु अस्तु तर्हि अग्रे तत्र लङ्गि विधिलिङ्गि अन्य कोऽपि वदतु उमा भगिनी वदतु अप्रीणय अप्रीणयताम् अप्रीणयन् अप्रीणयः अप्रीणयतम् अप्रीणयत अप्रीणयम् अप्रीणयाव अप्रीणयाम प्रीणेतां प्रीणेयुः प्रीणेः न न पुनः वदतु प्रीणयेत् प्रीणयेत् प्रीणयेतां प्रीणयेयुः प्रीणयेः प्रीणयेतं प्रीणयेत प्रीणयेयं प्रीणयेव प्रीणयेम सम्यक् समीचीनम् तत्र अत्र निजन्तप्रसङ्गे विशिष्टसूत्राणि सन्ति, तेषां विषये तत्र प्रेरणार्थे निश्चय वयं पठामः, तदानीं वयं द्रष्टुं शक्नुमः विशिष्टसूत्राणि कुत्र कुत्र किं भवति इति. अस्तु, तर्हि अत्र आदृशीयाः युजादयः इति अत्र अस्ति. अत्र एते विकल्पेन निच् प्रत्ययं प्राप्नुवन्ति, अत्र ये दातवः उल्लेखिताः सन्ति. ततः अग्रे अग्रिमपृष्ठे चतुर्थः बिन्दुः अस्ति, वानिजन्ताश्च चुरादयः इति. तत्र अत्र वस्तुतः वानिजन्ताश्च चुरादयः इत्यत्र प्रायेण दातवः यत्र इत्संज्ञकवर्णः अस्ति, ईदितः ऊदितः इत्यादयः सन्ति, तत्र तु इत्संज्ञकवर्णस्य लोपानन्तरम् इत्संज्ञकवर्णस्य प्रयोजनं किम् इति चेत् एते दातवः विकल्पेन निच् प्रत्ययं प्राप्नुवन्ति. परन्तु अत्र तत्र 1, 2, 3 इति पृष्ठसङ्ख्यां पश्यामः चेत् तत्र तु पृ पूरणे इति धातुः, घुषिर् द्विशब्दने इति धातुः, छि चयने इति धातुः. अत्र पश्यामः चेत् अत्र तु पृ पूरणे इत्यत्र इत्संज्ञकः वर्णः नास्ति. अत्र इत्संज्ञकः वर्णः नास्ति, तथापि तत्र विकल्पेन निष्प्रत्ययः भवति, पारयति पारयते परति इत्यपि रूपमस्ति. तर्हि अग्रिमपृष्ठे तत्र उषाभगिनी अग्रे पठतु. वाण्निजन्ताः चुरादयः भगिनि देर् चुरादिगणे वाणिजन्ताः इदितः उदितः चुरादिगणे उदितः चुरादिगणे इदि चुरादिगणे इदित् ईदित् उदित् ऊदित् अत्र एव छिं पृ तत् तत्र भगिनि छिं पृ पृ इति भवती उक्तवती पृ अत्र इत्संज्ञा नास्ति इति. चुरादिगणे इदित् ईदित् उदित् ऊदित् इरित् ञित् इत्येतेषु धातुषु अनुबन्धकरणस्य फल अभावात् अभावात् एभ्यः धातुभ्यः वा णिच् प्रत्ययः भवति. ऋकारस्य दीर्घकरणस्यापि फल अभावात् ऋकारान्तेभ्यः वा णिच् प्रत्ययः भवति. चुरादिगणे गित्त ईदित् उदित् ईदित् इत्येतेषु धातु अनुबन्धकरणस्य फल अभावः इति अस्ति. ऋकारस्य दीर्घकरणस्य अपि फल अभावात् ऋकारान्तेभ्यः वा णिच् प्रत्ययः भवति. ऋकारः वा ह्रस्व ऋकारः वा अथवा दीर्घ ऋकारः वा निच् प्रत्ययः. ऋकारस्य दीर्घकरणस्यापि फल अभावात् ऋकारान्तेभ्यः वा निच् प्रत्ययः भवति. ह्रस्व ऋकारस्य दीर्घ ऋकारस्य द्वयोः अपि णिच् प्रत्ययः विकल्पेन भवति इति वा भवति इति भवति वा भगिनि इति मम आम् विकल्पेन भवति आम् णिच् प्रत्ययः. आम् छीन् चयने चययति चययते अथवा रूपम् अथवा चपयति चपयते अपि रूपम्. पृ पूर्णे पारयति पारयते णिजन्तरूपेण अणिजन्तरूपेण परति एव अस्ति. सो परति एव अस्ति देर् नो आत्मनेपथ्य. गुषिर् गुषिर् विशब्दने गुष् इति धातुः, घोषित्करण बोल्ना, घोषय इति अङ्गं, घोषयति अथवा घोषयते इति णिजन्तरूपं, घोषति इति अणिजन्तरूपं. टकि बन्धने तन्क् इति धातुः, बाध्ना बाधना टाक्ना बान्ध्ना बान्ध्ना ओके बान्ध्ना टाङ्क्ना ओके टङ्कय टङ्कय इति अङ्गं टङ्कयति अथवा टङ्कयते इति रूपं भवति णिजन्तरूपं टङ्कति इति अणिजन्तरूपं भवति लिगि इति धातुपाठे अस्ति लिङ् लिङ् इति धातुः लिङ् ओके अनेकतर्का रङ्ग् रङ्ग्देन ओके लिङ्गाय इति अङ्गं भवति लिङ्गयति अथवा लिङ्गयते इति निजन्तरूपं लिगि इति चित्रीकरणे चित्रीकरणे इति वा चित्रीकरणे एव अनेकतर्का रङ्ग्देन चिनितकरण लिङ्गति लिङ्गति इति अणिजन्तरूपम् अञ्चु अञ्चु धातु अञ्चु विशेषणे अञ्च् इति धातुः विशेषितकर्ण पृथक्कर्ण भवति अञ्चय इति रूपम् अञ्चयति अथवा अञ्चय इति अङ्गम् अञ्चयति अथवा अञ्चयते इति निजन्तरूपम् अञ्च इति अणिजन्तधातुतः अङ्गम् अञ्चति इत्येव रूपं भवति समीचीनं भगिनि अत्र अस्माकम् आस्वादः अस्ति अत्र तत्र किं किं जायते इति एकवारं पश्यामः तावदेव इत्युक्ते एतत् सर्वं स्मर्तुं न शक्नुमः परन्तु अत्र एतादृशम् अस्ति इति अवगच्छामः चेत् कदाचित् तस्य प्रयोगः भवितुम् अर्हति इति अस्ति तर्हि तत्र एते ईदितः ऊदितः ऊदितः इत्यादयः एते विकल्पेन निष्प्रत्ययं प्राप्नुवन्ति तत्पश्चात् वयं पश्यामः चेत् अग्रिमपृष्ठे अत अदन्ताः इति अस्ति एतत्तु अस्माभिः दृष्टमेव अदन्तदातवः विशेषदातवः सन्ति इति अस्माभिः दृष्टमेव अत्र अदन्तदातुषु ह्रस्वकारस्य इत्संज्ञा नास्ति तत्र दातवः अदन्ताः एव भवन्ति लौकिकधातुः अपि अदन्तः अतः एव तत्र अचः परस्मिन् पूर्वविधौ इति सूत्रस्य कार्यम् अस्माभिः दृष्टमासीत् अतो लोपः अचः परस्मिन् पूर्वविधौ इति सूत्रद्वयम् अस्माभिः परिशीलितमासीत् तदेव अत्र दत्तमस्ति कत इति धातुः इत्यादयः तत्र विशेषः अस्माकं करपत्रे विशिष्टधातुषु अयं विषयः अपि आसीत् अदन्ताः इति ततः अग्रे अत्र अदन्तेषु अपि वानिजन्ताः सन्ति केचन धातवः वानिजन्ताः सन्ति तत्र विजया भगिनी पठति वा अस्ति वा पुस्तकम् आं महोदय अस्ति समीपे आगच्छतु स्पीकर् समीपे आगच्छतु कुत्र अस्ति भवती आम् अत्र कुत्र पठनीयं महोदय षष्टबिन्दुः अस्ति खलु वानिजन्ताः अदन्ताः आकुस्मियाः तत्र वा द्वितीयबिन्दु 127 पृष्ठसङ्ख्या 127 वानिजन्ताः अदन्ताः अदन्ताः अत अदन्ताः इति अस्ति खलु महोदय अत्र ततः अग्रे अग्रिमबिन्दु वानिजन्ताः अदन्ताः षष्टमबिन्दुः वानिजन्ताः अदन्ताः अत्र समः इति शब्दः समीचीनं वा षष्टमम् कोऽपि वदतु षष्टबिन्दुः तत्र मुगागमः न भवति तत्र पञ्चमः इत्यत्र मुगागमः अस्ति सप्तमः इत्यत्र अस्ति मुगागमः परन्तु षष्टः इत्यस्ति न तु षष्टमः इति सामान्यतया वयं शृण्मः खलु षष्टमः इति तत्तु दोषाय अस्ति षष्टः अस्तु महोदय अस्तु वदतु षष्टः अत्र एभ्यो अदन्तधातुभ्यो वा निच् भवति. अत्र पत गतौ पत् नीचे गर्ना इति अस्ति, पतय पतयति पतयते इति भवति. अनन्तरं वा निजन्तः इति स्वीकुर्मः चेत् अत्र पातय पातयति पातयते इति आत्मेपदिनः परस्मैपदिनः अस्ति. वा अदन्त इत्येके अत्र पत पतति इति परस्मैरूपी अस्ति. कत्र शैथिल्ये इति कत्र डीलाकर्ण मुक्तकर्ण कत्रय कत्रयति कत्रयते कत्र कत्र कत्रति इति भवति परस्मैपदी. अनन्तरम् अत्र कर्त इत्येके कर्तय कर्तयति कर्तयते कर्त कर्तति इति भवति. अनन्तरं मूत्र प्रस्र प्रस्रवणे इति अर्थे आगच्छति. मूत्र मूत्रत्यागकर्ण इति अर्थे आगच्छति. मूत्रय मूत्रयति मूत्रयते. अनन्तरम् अत्र पेशाब् कर्ण मूत्र मूत्रति इति भवति. अर्थ इति अर्थ इति अर्थे माग्न याचनकर्ण अर्थ अर्थय अर्थयते अर्थ अर्थति इति रूपं भवति. अनन्तरम् उपदा उपयान् चा उपया चाय चायाम् इति अर्थे अर्थ अर्थते इति भवति. अनन्तरं गर्व गर्वमाने गर्व अभिमानकर्ण अत्र गर्वय गर्वयते गर्व गर्वते इति रूपं भवति. समीचीनम्. अत्र पश्यति चेत् अर्थयते अपि च गर्वयते उभयत्र एकमेव रूपम् आत्मनेपदीरूपमेव परस्मैपदीरूपं नास्ति. मूलधातुः तु आत्मनेपदी अस्ति अतः रूपद्वयं नास्ति. तर्हि अग्रे पठतु. अत्र नित्यनिजन्ताः अदन्ताः आगर्वीयाः इति भवति. अत्र आगर्वी आगर्व्यात् आत्मनेपदिनः घनसूत्रम् अत्र एकसहस्रं शत शतमधिक द्वादश आरभ्य शतमधिक वा षट्शतमधिक अनन्तरम् आरभ्य एकसहस्रं सप्तशतमधिकचत्वारः एते आगर्व्याः येभ्य आत्मनेपदं भवति. गृह् योगः अय इति स्वीकुर्मः चेत् अत्र गृह्यते इति भवति. गृ गुह् कुह् कुह् योगः अय कुहयते इति आत्मनेपदिनः एव भवति. अत्र एते अदन्ताः अग्लोपिनः अग्लोपिनः इति सम्यक् अस्ति वा आग्लोपिनः वा किम् अत्र अस्ति महोदय? अत्र एते अदन्ताः अदन्ता अदन्तेषु कः वर्णः लुप्तः भवति? ह्रस्वकारः. तर्हि तत्र ह्रस्वकारः लोपः भवति. अकारः लोपः भवति. तर्हि तत्र सन्धिविच्छेदं कुर्मः चेत् अत्र किं भवति? अग्लोपिनः इति कथं प्राप्यते? उलोपिनः वा न श्रूयते भगिनि समीपे आगच्छतु. अत्र लोपिनः अदन्तेषु ह्रस्वाकारस्य लोपः भवति खलु? आं महोदय. अग्लोपिनः इति कथं प्राप्तम्? अत्लोपिनः इति स्यात् खलु? अत्लोपिनः इति अत्र सन्धिं कुर्मः चेत् किं भवति? अग्लोपिनः जश्वं भूत्वा महोदय जश्वं भवति. अनन्तरम् अनन्तरम् अत्र खरी करी च न आगच्छति. अल्लोपिनः भवति वा सूत्रं किम्? तोर्लि तोर्लिः किमर्थं त तु नास्ति अत्र तर्हि तत्र गकारः कथम् आगतम् अत् अत् इति नास्ति अक् इति भवेत् खलु ओ अक् इति कथं करिच इत्यनेन अक् लोपिनः इति वदति चेत् अग् लोपिनः इति सम्यक् अस्ति परन्तु अत्र अक् इति कथं नास्ति खलु अग्लोपिनः इति कथं सिद्धम् इति न जाने परन्तु अल्लोपिनः इति स्यात् इति मन्ये अदन्ताः अल्लोपिनः आं महोदय अत्र लकारस्य स्थाने गकारः भवति अत्र अतः अल्लोपिनः अल्लोपनः अल्लो अतः न भवति उपादायां किमपि अतः न भवति उपादायां किमपि अतः न भवति ह्रस्व आकारः न भवति उपादायाम् अस्तु महोदय अत्र पदगतौ पद् जानां स्थानान्तरे स्थानान्तरणकर्ण पदय पदयते तत्रापि आत्मनेपदिनः एव कुह विस्मापने कुह ऊगण ऊगणा चमत्कारकर्ण कुहय कुहयते मृग अन्वेषणे मृग शिकारकर्ण दूढ्ना मृगय मृगयते गृह गृहणे ग्रहणे अत्र गृह लेन स्वीकर्ण गृहय गृहयते वीर वीर विक्रांतौ वीर शूरवीर होना वीरय वीरयते अनन्तरं पराक्रमकर्ण इति अर्थे अपि एतत् वीर आगच्छति शूर शूर पराक्रमी होना शूर होना शूरय शूरयते अनन्तरं स्थूल परिब्रह्मणे स्थूल मोटा होना स्थूल स्थूल होना स्थूलय स्थूलयते सत्र सन्तान सत्र पैलान विस्तारकर्ण सत्रय सत्रयते क्रियायाम् इति अर्थे आगच्छति अत्र अनन्तरम् अर्थ अर्थ माङ्ना याचनाकर्ण अर्थय अर्थयते एतदपि उपयाञ्छायाम् इति अर्थे अनन्तरं गर्व गर्वमाने गर्व अभिमानकर्ण गर्वय गर्वयते गर्व गर्वते इति रूपं द्वयं भवति समीचीनं धन्यवादः तर्हि तत् अतः अग्रे शेष अदन्ताः शेषाः अदन्ताः इति अस्ति तत्र तु विशेषः नास्ति सामान्य अदन्ताः एव अन्ये अदन्ताः किम् अक् इति प्रत्याहारः भवितुम् अर्हति खलु न किमर्थम् अक् इति वक्तव्यम् अत्र ह्रस्वकारस्य लोपः एव खलु अदन्ताः इत्युक्ते तत्र ह्रस्वकारस्य लोपः भवति अतः अल्लोपिनः इति तु अवगच्छामि अग्लोपिनः इति किमर्थम् अक् इत्यस्य आवश्यकता नास्ति खलु ह्रस्वकारस्य लोपः कौशलन्नि भवत्याः पुस्तके अपि अग्लोपिनः इति एव उक्तं वा आं भगिनि अग्लोप अग्लोपिनः इत्येव उक्तं तर्हि तस्मिन् विषये किञ्चित् विचारः तत्र विचारः कर्तव्यः किमर्थम् अग्लोपिनः इति उक्तमिति अल्लोपिनः इति तु अवगच्छामि अल्लोपिनः इति एव सर्वत्र अन्यत्रापि वदन्ति अल्लोपिनः इति अग्लोपिनः इति किमर्थम् इति न जाने भगिनि अत्र अग्लोप एलिशन् आफ् द वावल् विच् प्रिवेण्ट्स् संवद्भाव वेर् द एलिशन् प्रिवेण्ट्स् द शार्टनिङ्ग् आफ् द पेनल्टिमेट् वावल् इफ् इट् इस् लाङ्ग् उपधा दीर्घः न भवति इति तदेव तत्तु वयं जानीमः अतोपदायः इत्यस्य कार्यं न भवति इति वयं जानीमः खलु अतः परस्मिन् तानिवद्भावः भवति सर्वम् अवगच्छामः, परन्तु अग्लोपिनः इत्यस्य किमर्थम् अग्लोपिनः अल्लोपिनः इति एव यद्भवती उक्तवती तत्तु वयं जानीमः खलु, परन्तु ग्रामर् पुस्तके अस्ति अग्लोपः एलिशन् आफ् द वावल् अ इ उरु लु विच् प्रिवेण्ट्स् अ इ उरु लु इति वदति वा, परन्तु एते अदन्ताः इति उक्तं खलु, तदेव as also na glopishas vrditam 742 where the elision prevents the shortening of the penultimate vowel if it is long shastriya term iti bhasate paribhashikava किमर्थम् अग्लोपिन इत्युक्ते अक् इति वदन्ति, किमर्थम् अक् इति वक्तव्यम् अत्र इति अहं तु न अवगच्छामि. सन्धि न चेत् तु भवति खलु, किं सन्धि इच्छा नास्ति चेत् न शी सेङ्ग् अदन्त देर् इस् ओन्ली अकारः सो ऐ शुड् वि से अक् इति अत् इति एव भवेत् इति अपरकरणम्. अत्र तु प्रसङ्गः अत् इत्यस्य खलु, किमर्थम् अक् इति वक्तव्यम् इति प्रश्नः. अस्तु यत्किमपि भवतु तदेव, तर्हि इदानीं तत्र अस्माकं विषयः तु समाप्तः इति कृत्वा तत्र कुत्र आत्मनेपदी कुत्र परस्मैपदी इति तु भ्रमात्मकः विषयः एव सुरादिगणे, कुत्र आत्मनेपदी कुत्र परस्मैपदी अपि कुत्र नित्यनिजन्ताः कुत्र विकल्पेन निजन्ताः इति सर्वं तत्र तु एकवारं द्रष्टव्यं भवति, नो चेत् भ्रमात्मकः एव विषयः. भगिनि एते गणाः गणसूत्राणि खलु, गणमपि च गणसूत्रं पाणिनिना एव कृतं वा? आम्, धातुपाठः अस्ति खलु, धातुपाठः अपि पाणिनिना एव कृतः धातुपाठः, तत्र धातुपाठे गणसूत्राणि अपि भवन्ति विशेषगणस्य उल्लेखार्थं गणसूत्राणि. तानि गणसूत्राणि च पाणिनिना एव पाणिनिना एव कृतानि. अत्र 7.4.2 सूत्र नग्लोपि शास्त्रधीताम् इति, तत्र अग्लोपि इति शास्त्रविदिनम् उपधाय हृत्वा नौ चङि 7.4.2 तदेव पारिभाषिक दिस् अदन्त इस् आल्सो पार्ट् आफ् दट् ग्रूप् इति प्रायः तथा स्यात्, अदन्तः अपि तस्मिन्नेव गणे अस्ति इति तथा, अतः अग्लोपिनः इति उक्तम् इति स्यात्. परन्तु तत्र ह्रस्वकारः नास्ति परन्तु अन्यः वर्णः अस्ति चेत् तत्र तु लोपः न भवति खलु, ह्रस्वकारस्य एव लोपः खलु, अन्यस्य लोपः नास्ति खलु, अप्रत्याहारे अन्ये वर्णाः सन्ति चेत् दीर्घ आकारः अस्ति आकारान्तधातुः अस्ति चेत् तत्र तु लोपः नास्ति खलु, तत्र तु वृद्धिः एव भवति खलु. अस्तु इत्युक्ते अग्लोपः इति तत्र न केवलं ह्रस्वकारस्य लोपः, अन्येषामपि लोपः भवितुम् अर्हति प्रायः अन्येन सूत्रेण. अस्मिन् विषये अहं पुनः एकवारं पश्यामि अन्यत् किमपि अस्ति वा इति एकवारं विचारणीयम्. अस्तु, तर्हि अत्र इदानीं तु पाठः तु समाप्तः. कोऽपि प्रश्नः अस्ति वा? पाठः सरलः एव खलु, चुरादिगणः इति न भगिनि न वा? बहु किमपि स्मर्तव्यं न तत्तु अस्ति, परन्तु काम्प्लिकेटेड् तत्र काम्प्लिकेटेड् किमपि नास्ति, परन्तु स्मरणार्थं बहु किमपि अस्ति. हा, काम्प्लिकेटेड् अधिकं नास्ति इत्युक्ते तत्र ये नित्यं निजन्ताः तत्सर्वं त्यजतु, तत्तु स्मर्तुं न शक्नुमः. एतादृशः विषयः अस्ति इति तु अवगच्छामः, तर्हि यदा अवसरः अस्ति तदानीं वयं द्रष्टुं शक्नुमः कुत्र द्रष्टव्यम् इत्यपि जानीमः. परन्तु सामान्यतया चुरादिगणे कार्याणि कानि भवन्ति? चुरादिगणे प्रथमतया तत्र मुख्यत्रीणि कार्याणि कानि तानि? अचोयणीति, उगन्तलघुपदस्य च त्रीणि सूत्राणि, अचोयणिति, अथ उपधायाः, उगन्तलघुपदस्य च इति त्रीणि सूत्राणि. एतानि त्रीणि सूत्राणि वयं स्मरामः चेत् तदानीं तत्र रूपं कथं भवति इति वयं जानीमः. अनन्तरम् अत्र विशेषः कः इति चेत् अदन्तदातवः केचन सन्ति, अदन्तदातवः बहवः सन्ति, विशेषः विशिष्टः, तेभ्यः तत्र अतोलोपः इत्यनेन ह्रस्वकारस्य लोपः भवति. तादृशलोपः स्थानिवद् भवति, पूर्वविधौ कर्तव्ये इत्यपि विशेषः विषयः अस्ति. अपि च निजन्तेषु प्रायः निचश्च इति सूत्रेण प्रायः सर्वे दातवः उभयपदिनः भवन्ति, प्रायः उभयपदिनः भवन्ति. परन्तु विशिष्टः अपि, विशिष्टगणसूत्राणि अपि सन्ति. एकं तु आकुस्मियात् आत्मनेपदिनः, कुस्मियः इति गणः अस्ति, तत्र सर्वे दातवः आत्मनेपदिनः. आगर्वात् आत्मनेपदिनः इत्यपि अस्ति. अपि च केचन दातवः विकल्पेन निजन्ताः भवन्ति वा निजन्ताः इति भवन्ति, केचन नित्यनिजन्ताः, केचन विकल्पेन निजन्ताः इति तत्र विभागः अस्ति. भगिनि, अत्र वा निजन्ताः इति भिन्नभिन्नगणेषु सन्ति इति अपि कश्चन वाणिजन्ताः इति तत्र इति अपि अस्ति. वाणिजन्ताः इति यदा वदामः तत्र एकस्मिन्नेव गणे केचन नित्यनिजन्ताः, केचन वाणिजन्ताः. इत्युक्ते अत्र आकुस्म्याः गणे अपि अस्ति आगृष्याः इति, इत्यत्रापि वाणिजन्ताः सन्ति. पुनः तत्रापि इदितुदित् इत्यत्रापि भिन्न भिन्नस्थलेषु दृश्यन्ते वाणिजन्ताः इति अस्ति. अदन्त तत्रापि सन्ति, विशेषपदव्यवस्था अस्ति. अत्र पतधातु विशेषव्यवस्था अस्ति, यथा पातया कथं भवति? पातया तु यदि पठ धातु अस्ति तर्हि पाठय भवति, परन्तु अथ उपधायाः भवति धातु पत् वा अदन्ताः. इत्युक्ते पत् धातुः अपि विकल्पेन अदन्ताः इति केचन वदन्ति इति कृत्वा पातयति इत्यपि रूपं दृश्यते. पातयति भवति वा अदन्ताः इति वदन्ति केचन. अस्तु, तर्हि इदानीं इतः अग्रे प्रेरणार्थे निचि इति वयं पश्यामः. तत्र प्रेरणार्थे निचि इति पाठस्य आरम्भात् प्राक् तत्र निजन्तेषु वाक्यं कथं भवति, कुत्र प्रयोज्यकर्तुः कर्मत्वम् इति अपि एकवारं पश्यामः. तदेव अग्रिमसप्ताहे पश्यामः प्रयोज्यकर्तुः कर्मत्वं कुत्र इति द्रष्टव्यं. परन्तु तस्मात् प्राक् एकवारं द्रष्टव्यं प्रयोज्यकर्ता कः, प्रयोजककर्ता कः इति सर्वम् एकवारं दृष्ट्वा तदनन्तरं इत्युक्ते आरम्भतः परिचयः कश्चन परिचयः भवतु प्रेरणार्थे निचीत्यस्य कुत्र कुत्र प्रेरणार्थे निच् प्रत्ययः भवति इति अपि एकवारं पश्यामः. आरम्भे परिचयं प्राप्त्वा परिचयं प्राप्य अनन्तरं तत्र वाक्यस्तरे कथं भवति, कुत्र कर्मत्वं कुत्र कर्मत्वं नास्ति, तत्र विशिष्टसूत्राणि कानि, तत्र वार्तिकानि कानि, तत्सर्वम् एकवारं दृष्ट्वा ततः अग्रे प्रेरणार्थे निचि साक्षात् तत्र विशिष्टसूत्राणि सन्ति तानि वयं पठामः इति एव अस्माकं क्रमः. अस्तु तर्हि. अस्तु धन्यवादः. शुभ धन्यवादः. धन्यवादः धन्यवादः धन्यवादः. नमस्कारः.